नमस्सर्वेभ्यः. सर्वेषाम् अस्माकं पाणिनीयवर्गे स्वागतम्. अद्य अस्माकं पाठः अस्ति केषु गणेषु गुणः सम्भवति धात्वाङ्गे इति. गतसप्ताहे वयं दृष्टवन्तः भुआदौ चुरादौश्च गुणः भवति इति. इगन्त अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः, इगन्त अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति इति वयं दृष्टवन्तः. उपधायां स्थितस्य लघु इक्वर्णस्यापि गुणः भवति सार्वधातुक अर्धधातुकप्रत्यये परे पुगन्तलघुपदस्य च इति सूत्रेण इति वयं ज्ञातवन्तः. अनन्तरम् इदमपि वयं दृष्टवन्तः, तुदादिगणे न गुणः न भवति अपित्वात् इति. सूत्रद्वयम् आसीत्, सार्वधातुकम् अपित् इति सूत्रेण अपित् नित्वत् नित्वत् भवति इति. अनन्तरं निति च इति सूत्र द्वितीयसूत्रम् आसीत्, तद्गुणनिषेधकसूत्रम्. सर्वदा स्मर्तव्यम् आसीत् यत् षित्वात् गुणस्य प्रसक्तिः अस्ति एव, परन्तु अपित्वात् गुणनिषेधः भवति. वयं प्रत्येकं विकर्णप्रत्ययः कीदृशः इति अपि दृष्टवन्तः गतसप्ताहे. विकर्णप्रत्ययस्य एव सार्वधातुकः वा आर्धधातुकः इति संज्ञा अस्तु. तत्र इदानीं पर्यन्तं किमपि कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छन्तु, अग्रे सरामः अद्य. भगिनि, अत्र वयं दृष्टवन्तः षित्वात् पित्वात् गुणः भवति इति, अपित् अस्ति चेत् न भवति इति, अपि च तिङ् अपि सार्वधातुकप्रत्यये अस्ति, अतः तत्र अपि गुणः भवति. आर्दर् एनि इन्स्टेन्सस् यदा गुणः भवति आन् टु टु ओकेशन्स्, षित् अपि षित्वा भवति धात्वाङ्गे. अनन्तरं वयं तद् दृष्टवन्तः, षित्वात् नास्ति परन्तु वयं दृष्टवन्तः लकुरु इति यद् धातुः विषये, तत्र प्रथमम् उ इति आर्धधातुकप्रत्ययः आसीत्, प्रथमं तत्र गुणः भवति. अनन्तरं सिप् इति यदा प्रत्ययः योजयामः द्वितीयवारं तत्र गुणः भवति इति वयं दृष्टवन्तः किल, तदेकम् उदाहरणं. परन्तु षित् इति यदा विकरणप्रत्ययः, षकारः इति यदा विकरणप्रत्ययः, भुआदौ तुरादौ एव षप् इति विकरणप्रत्ययः, तत्र एव गुणस्य प्रसक्तिः अस्ति. तत्र द्विवारं गुणः न भवति, एकवारम् अकारस्य कारणेन. आम् सर्व अन्यत्र तु न भवति एव किल, अपित्वात् अपित्वात् न भवति. विकर्णप्रत्ययस्य निमित्तिक गुणः धात्वाङ्गे इति प्रथमं वयं पश्यामः. अनन्तरं यदा तिङ् इति प्रत्ययः योजयामः चेत् तत्र गुणः कुत्र कुत्र भवति इति अपि पाठः अस्ति. अस्तु सम्यक्. अस्तु, इदानीं करपत्रे वयं तत्र मूलप्रत्ययः इति भागः अस्ति किल, तत्रैव वयं गतसप्ताहे आम् एवं च मूलपरस्मैपदीधातूनां तिङ् प्रत्ययाः इति आरभ्य पुनः पठामः अद्य. प्रथमं प्रिया भगिनी पठति वा? भगिनि, करपत्रं किं किं करपत्रं? एतद् केषु गणेषु तत्र मध्ये वयं स्मः इदानीम्. एवं च मूलपरस्मैपदीधातूनां तिङ् प्रत्ययाः इति पुनः पठामः. भवती भवतः भवन्ति अनन्तरम् अनन्तरं आम् पुनः तत् आरभ्य पठामः. प्रिया भगिनी पठति वा? आं भगिनि, किं पठनीयम् अहम्? एवं तत्र भवती भवतः भवन्ति इति अस्ति किल, तत् परिच्छेदात् अनन्तरम् एवं च मूलपरस्मैपदीधातूनां तिङ् प्रत्ययाः तिप् तस् जि इति प्रत्ययाः सन्ति किल, सप्तमबिन्दुः आम् मिलितं, धन्यवादः महोदय. एवं च मूलपरस्मैपदीनां पदीधातूनां तिङ् प्रत्ययाः प्रथमपुरुषः तिप् तस् जि, मध्यमपुरुषः सिप् थस् थ, उत्तमपुरुषः मिप् वस् मत्. एते सर्वे तिङ् तिङ्गः, अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण सार्वधातुकसंज्ञाः. एकवचने तिप् तिप् मिप् इत्येते प्रत्ययाः पितः, अतः तत्र गुणः विहितः. द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपित् इति कारणतः सार्वधातुकम् अपित् किङ्कि च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः. अग्रिममपि पठतु भगिनि, उदाहरणमस्ति तत्र. यथा अदादिगणे ई धातुः गतौ ई योगः तिप् सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः एति इति रूपं सिद्धम्. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः ई योगः तः इतः इति रूपम्. इदानीं वदतु भगिनि, प्रथमं तिङ् प्रत्ययः के के इति दत्तमस्ति. तिप् तस् जि, सिप् थस् थ, मिप् वस् मस्, एतत् तिङ्क्षित् सार्वधातुकं सूत्रेण सार्वधातुकसंज्ञकाः इति तस्य नामकरणम् अस्ति. एकवचने प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष तिप् सिप् मिप् इति प्रत्ययः अस्ति, तस्य नाम पितः. किमर्थम् इति संज्ञा, अतः तत्र गुणः विहितः. पितः इति किमर्थं भगिनि? क्षम्यतां, पित् इत्युक्ते किम्? पकारः त्रयोः प्रत्ययाः मध्ये अस्ति, तदेव पितः. न न न, अत्र तिप् सिप् मिप् इति अस्ति, तत्र इत्संज्ञकवर्णः कः? तिप् इति स्वीकरोतु, तत्र इत्संज्ञा कस्य भवति? पकारस्य. तस्य नाम एव पित् इति किल, पकारस्य इत्संज्ञा पित् इति. तत्र तिप् सिप् मिप् इति बहुवचने पितः इति अस्ति, पित् एकवचनं, पितः इति बहुवचनं. अनन्तरं द्विवचने द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपि इति कारणतः सार्वधातुकमपि किङ्ति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नार्हः. द्विवचने बहुवचने षट् प्रत्ययः मध्ये नास्ति, अपित् कारणेन तत्र गुणः न सम्भवति. उदाहरणात् यथा अदादिगणे धातुः गतौ इकारयोगः सार्वधातुक आर्धधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य इकः गुणः एति इति रूपं सिद्धि अस्तु. कथम् आगच्छति एति इति रूपम्? ई धातुः ई योगः सेप् सार्वधातुक आर्धधातुकयोः सूत्रेण इगन्त अङ्गम् अस्ति, तत्कारणात् गुणः भवति. गुणकार्यं कृत्वा एति इति रूपं सिद्धम्. किन्तु द्विवचने अत्र भगिनी तत्र विकर्णप्रत्ययः अस्ति वा? विकरणप्रत्ययः नास्ति. किमर्थम्? गणः विकरणप्रत्ययः शप् इत्यस्य लुक् लोपः अस्ति, तत् कारणेन विकरणप्रत्ययः नास्ति. उत्तमं, तदेव उत्तमम्. अतः विकर्णप्रत्ययः तत्र नास्ति. तिप् इति सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा कथं जानीमः? पुनः एकवारं तिप् तिप् इति अस्ति किल, तद् सार्वधातुकः वा आर्धधातुकः वा कथं जानीमः? षित् प्रत्ययः अस्ति चेत् सार्वधातुकः अस्ति, अन्य सर्वे आर्धधातुकः उत्तमं प्रत्ययः सन्ति. अतः अत्र तिङ् वा षित् वा आर्धधातुकः आर्धधातुकः वा इति मन्ये. अन्ये तिङ् षित् तर्हि तिङ् अपि सार्वधातुकसंज्ञकः एव. तिङ् षित् सार्वधातुकम् इति सूत्रेण तिङ् अपि सार्वधातुकसंज्ञकः एव. अतः एतत् सार्वधातुकः सार्वधातुकः तिप् अपि तिङ् प्रत्ययः किल. तिङ् इत्युक्ते किम् इति अवगच्छति वा भगिनि तत्र प्रथमम्? अष्टादश तिङ् प्रत्ययाः सन्ति. यदा प्रत्याहारः इति वयं पूर्वं पठितवन्तः किल, ति आरभ्य परस्मैपदी ति आरभ्य ण्यकारपर्यन्तम् आत्मनेपदी उत्तमपुरुष बहुवचन अन्तं तिङ् प्रत्ययाः. अस्तु, द्वितीयमपि किन्तु द्विवचने किं भवति इति अपि पठतु. किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित्, अतः गुणनिषेधः. तस् मध्ये अपित् कारणेन तत्र गुणः न सम्भवति. तत्र इतः इति रूपम्. उत्तमम्. एतदेव दशलकाराणामपि वयम् एतद् मूलप्रत्ययेन वयं साधितुं शक्नुमः. तद् अग्रे आगच्छति. एतदपि अहम् उक्तवती गतसप्ताहे, बहुवचने यदा जी इति प्रत्ययः अस्ति तत्र जोन्तः इति सूत्रेण अन्त् इति आदेशः भवति. अनन्तरम् ई तत्र एव अस्ति, अन्ति इति रूपं, पठति पठतः पठन्ति इति आगच्छति किल, तत्र जोन्तः इति सूत्रेण इति एतदपि वयं दृष्टवन्तः. अग्रे सरामः इदानीम्. अरुणा भगिनी पठति वा? तथैव विस्तरेण प्रदर्श्यते चेत्, विस्तरेण प्रदर्श्यते चेत् ई योगात् सकारस्य रुत्वविसर्गोः सः इति सिद्धस्तः. ई योगः सः योगः सः इति तिङ्प्रत्ययः सार्वधातुकसञ्ज्ञकाः, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः. सः प्रत्ययस्य अपित्वात् सार्वधातुकम् अपि इत्यनेन सः विद्वतः किञ्चिति च इत्यनेन नित्वात् गुणनिषेधः. ई योगः तः इतः इति रूपं निष्पन्नम्. वदतु भगिनि. प्रथमपुरुषद्विवचने ई धातु योगः तस् प्रत्यया आगच्छति, उपयोगं करोति. सकारात् सकारात् भवति. ततः तदनन्तरं ई योगतः सः इति तिङ्प्रत्ययः, ततः सार्वधातुकसञ्ज्ञ तिंशिसार्वधातुकसूत्रेण तिङ्क्तः सार्वधातुकसञ्ज्ञकः भवति. तदनन्तरं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः भवति, प्रसक्तिः अस्ति. परन्तु तः प्रत्ययस्य अपित्वत्वात् सार्वधातुकमपि इत्यनेन तः निद्वत् किञ्चित् च इत्यनेन निद्वत् गुणनिषेधः. ततः ई योगः तः इतः इति रूपमेव निष्पन्नं, न गुणः भवति. उत्तमम्, उत्तमम्, धन्यवादः भगिनि. तत्र यदा वयम् अदादिगणे वा जुहोत्यादिगणे स्वीकुर्मः चेत् तत्र विकर्णप्रत्ययः नास्ति. अतः यदा वयं सिप्तस्ति इति प्रत्ययः, यदा तिङ् प्रत्ययः स्वीकुर्मः चेत् तत्र प्रत्येकं प्रत्ययः वयं परिशीलनीयं, पित्वम् अस्ति वा अपित्वं वा इति परिशीलनीयम्. विकर्णप्रत्ययः अस्ति चेत् एकमेव शप् इति विकर्णप्रत्ययः, पित्वात् गुणः भवति, नास्ति चेत् न भवति इति पर्याप्तं. परन्तु अदादिगणे वा जुहोत्यादिगणे वयं विकर्णप्रत्ययः नास्ति, अतः विकर्णप्रत्ययनिमित्तीकृत्य गुणकार्यं तत्र न सम्भवति. अतः तत्र वयम् एकमेकं प्रत्ययः स्वीकृत्य तत्र पित्वं वा अपित्वं वा इति दृष्ट्वा तत्र कार्यं सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः वा सार्वधातुकम् अपित् इति ङिति च इति सूत्रेण गुणनिषेधः इति तत्र परिशीलनीयम् इत्येव अस्ति. अनन्तरं तत्र सर्वदा स्मर्तव्यं यत् सार्वधातुक आर्धधातुक यदा प्रक्रिया वयं स्वीकुर्मः चेत् प्रथमं सार्वधातुक आर्धधातुकयोः इति गुणस्य प्रसक्तिः सर्वदा अस्ति, अनन्तरमेव सार्वधातुकम् अपित् ङिति च इति सूत्रेण गुणनिषेधः भवति. अतः सर्वदा वक्तव्यमपि तत् सार्वधातुक आर्धधातुकयोः तद् प्रबाद्य सार्वधातुकं सार्वधातुकमपि तत् प्रबाद्य आगच्छति इति वक्तव्यम् एव. अवगतं वा? तत्र प्रश्नः अस्ति वा भगिनि? अत्र टङ्कदोषः अस्ति वा? सिद्धप्रत्ययः इति आम् आम् प्रत्ययः इति सिद्धप्रत्ययः इति भवेत्. आम् आम् आम् अस्तु, यकारः. आम् अस्तु. जस्ट् रीकन्फर्म् भगिनि, अपित्वात् यदा विकरणतत्य आर्धधातुकः अस्ति तत्र गुणः भवति अपित्वात् अपि न न तत्र आर्धधातुकप्रत्ययस्य विषये पित्वम् अपित्वम् इति अपि नास्ति एव तदेव अहं प्रदर्शितवती किल गतसप्ताहे तत् चित्ररूपेण तत्र आर्धधातुकप्रत्ययस्य विषये पित्वम् अपित्वम् इति चिन्ता एव नास्ति एकः एव मार्गः अस्तु माला भगिनि अग्रिम आं भगिनि ई योगः तस् इत्युक्ते तत्र सहारस्य ऋत्वविसर्गौ ऋत्वविसर्गौ इत्युक्ते तत्र किम् ओ अस्तु अस्तु आम् तत्र सकारस्य स्थाने प्रथमं रेपः आगच्छति रेपस्य एव ऋत्वम् इति नाम प्रकारः किल रेपः इति वदामः किल तत् प्रथमम् आगच्छति अनन्तरं रेपस्य स्थाने विसर्गः आदेशः आदेशरूपेण आगच्छति तः इति भवति तरु तः तस् तरु तः माला भगिनि हा तथैव अदादिगणे रुद् धातुः रुद् योगः तिप् पुगन्तलघूपदस्य च इत्यनेन सूत्रेण एकवचने उपधायाम् इकः गुणः रोदिति इति सिद्धम् किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपित् अतः गुणनिषेधः रुद् योगः तः रुदितः इति रूपम् जुहोत्यादिगणे अपि तथा धातोः द्वित्वं कृत्वा जुहु इति अङ्गं जुहु योगः ति गुणकार्यं भूत्वा जुहोति इति रूपं निष्पन्नम् परन्तु द्विवचने जुहु योगः तस् जुहुतः अपित्वात् गुणाभावः इदानीम् अदादिगुणे अदादिगुणं पश्यामः चेत् तत्र रुद् धातुः अस्ति तस्मिन् गुणे तस्मिन् गणे तत्र अदादिगणे विकरणप्रत्ययः नास्ति तर्हि रुद् योगः तित् एव भवति तत्र रुत् इति धातोः उपधायां उकारः अस्ति अतः पुगन्तलघूपदस्य च इति सूत्रेण उकारस्य गुणः भवति उकारः ओकारः भूत्वा रु रो रो इति भवति रोद् योगः तिप् तर्हि तिप् मध्ये पकारस्य लोपः इत्संज्ञा भूत्वा हलन्त्यम् इति सूत्रेण रोद् योगः ति रोदति इति रूपं सिद्ध्यति परन्तु द्विवचने तदेव धातुः तत् इति तिङ् प्रत्ययः योजयामः चेत् तत्र तत् इति प्रत्यये तस् इति प्रत्यये पित् नास्ति अपित् अस्ति अतः तत्र गुणः न भवति गुणनिषेधः भवति अतः रुद् योगः तः रुदितः इति रूपम् एव भवति गुणः न भवति तत्र इदानीं जुहोत्यादिगणे अपि तथैव भवति हु इति धातुः स्वीकुर्मः चेत् तत्र हु इति धातोः वयं जानीमः जुहोत्यादिगणे द्वित्वं भवति. हु धातोः प्रथमं जुहु इति अङ्गं भवति. जुहु योगः ति अत्र जुहु इति धातोः अन्ते उकारः अस्ति इगन्तः, अतः जुहु योगः ति. ति इति सार्वधातुकसंज्ञकः, अतः जुहु इति धातोः अन्ते उकारः अस्ति, अतः तत्र गुणः सम्भवति. जुहु इत्यस्य जुहो इति गुणं भूत्वा रूपं भवति. जुहो योगति जुहोति इति अन्तिमरूपं भवति. तदेव तथैव जुहोत्यादिगणे द्विवचने पश्यामः चेत् तत्र हु इति धातोः जुहु भूत्वा द्वित्वं भूत्वा जुहु, जुहु योगः तत्, तर्हि तत्र तत् इति प्रत्यये पित्वं नास्ति, अतः अपित् अस्ति, अतः गुणः न सम्भवति अत्र द्विवचने. जुहु योगतस् जुहुतः इत्येव रूपम् अन्तिमरूपं भवति. उत्तमम्. तत्र यदा रुदितः इति यद् इकारः श्रूयते किल, तस्य नाम अस्ति इडागमः इति. इट् इत्यस्य आगमः इति इडागमः इति वदामः. तस्मिन् विषये अग्रिमपाठे अस्ति. तत्र रुदितः तः कथं रुदितः भवति इति खलु. तत्र इड् इति आगमः अस्ति. यदा वल् इति प्रत्ययः अग्रे अस्ति चेत् इडागमस्य सम्भावना अस्ति इति केचन विशिष्टसूत्राणि सन्ति. अग्रिमपाठे एतत् आगच्छति, परन्तु यद् इदानीं ज्ञातव्यम्. एकः प्रश्नः अत्र, हू धातोः जुहु इति कथं भवति अङ्गम्? तत्र प्रथमं हु इति द्वित्वं भवति. हु हु इति प्रथमं भवति, अनन्तरं केचन कार्याणि भवन्ति, अतः जुहु इति अन्तिम अङ्गं भवति. अनन्तरं जुहु, आमां, तद् जुहोत्यादिगणे आगच्छति तस्मिन् विषये. अस्तु अस्तु, उत्तमं. एतत् समापयतु भगिनि. सारांशः कः इति चेत्, सारांशः कः इति चेत्, प्रथमे द्वितीये तृतीये अष्टमे दशमे इत्येषु गणेषु धात्वङ्गे गुणः सम्भवः, परन्तु चतुर्थे पञ्चमे षष्ठे सप्तमे नवमे इत्येषु गणेषु धात्वङ्गे गुणः न अर्हः. अत्र किं भवति इत्युक्ते, प्रथमगणे भ्वादिगणे विकरणप्रत्ययः अस्ति शप्, अतः तत्र श इति सार्वधातुकसंज्ञकः, प अपि सार्वधातुक पित्वात्, पित्वात् तत्र गुणः सम्भवति. श अस्ति, प अस्ति, षित् पित् द्वौ अपि अस्ति, अतः तत्र गुणः सम्भवः. तथै इदानीं द्वितीयगणे अदादिगणे तत्र प्रत्ययः एव नास्ति, अतः गुणः सम्भवः इति उक्तम्. Um, इदानीं तत्रापि तत्रापि शप् इति प्रत्ययः अस्ति, परन्तु लोपः भवति लुक्, यतोहि तत्र शप् प्रत्ययः अस्ति तथा तदर्थं गुणः सम्भवः वा? न, परन्तु इदानीं वयं दृष्टवन्तः किल, तिप् तिङ् इति प्रत्ययस्य तत्र तिप् इति आगच्छति, अतः गुणः सम्भवः इति. आमामां, सत्यं सत्यं, तिङ् इति कारणेन. अस्तु, विकरणप्रत्ययः नास्ति यतोहि लोपः, परन्तु तिङ् इति योजयामः चेत् तत्र गुणः सम्भवः. आम्, तथैव तत्र धातु एव अङ्गमस्ति. आम्, धातु एव अङ्गं, तिङ् निमित्तगुणकार्यं तत्र भवति. यत्र यत्र पित्वम् अस्ति तत्र तिङ् निमित्तिकगुणकार्यं सम्भवति. आम्, तथैव जुहोत्यादिगणे अपि विकरणप्रत्ययः नास्ति यतोहि तत्र शपः श्लू इति भूत्वा लोपः भवति, परन्तु तिङ् इति प्रत्ययस्य योजनेन तत्रापि गुणः सम्भवः. किमपि ध्वनिः श्रूयते? कृतवती प्रिया भगिन्या. हा, इदानीं षष्ठमे गणे, न अष्टमे गणे, तनादिगणं पश्यामः चेत् तत्र विकरणप्रत्ययः अस्ति ऊ इति आर्धधातुकसंज्ञकः, अतः तत्रापि गुणः सम्भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. तदर्थं तत्रापि गुणः सम्भवः. अनन्तरं दशमे गणे पश्यामः चेत् चुरादिगणे, तत्र विकरणप्रत्ययः अस्ति शप् एव खलु? आम्, अतः तत्रापि पित्वात् गुणः अर्हः. परन्तु चतुर्थगणे पश्यामः चेत् दिवादिगणे, तत्र ष्यन् इति विकरणप्रत्ययः अस्ति, तत्र नकारः तत्र पित् नास्ति, अतः गुणः न सम्भवति. पञ्चमगणे श्नु इति विकरणप्रत्ययः अस्ति, तत्रापि पित्वं नास्ति, अतः न भवति गुणः. षष्ठे गणे केवलं श इति विकरणप्रत्ययः अस्ति, अतः अपित्वात् तत्रापि गुणः न अर्हः. षष्टमगणे श्नम् इति विकरणप्रत्ययः अस्ति, तत्रापि अपित्वात् न भवति. अनन्तरं अन्तिमनवमे गणे विकरणप्रत्ययः अस्ति श्ना, तत्रापि अपित्वात् गुणः न अर्हः. उत्तमम्, उत्तमं, धन्यवादः. प्रश्नः अस्ति वा अत्र? अस्तु, तनादिगणे किमर्थं गुणः भवति? तनादिगणे ऊ इति विकरणप्रत्ययः, तत्तु अर्धधातुकः अस्ति किल? आमां, सर्वदा आम्, सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः सम्भवः. आम्, सत्यं. गुणः निषेधकः खलु तत्र भगिनि? कुत्र भगिनि? प्रसङ्गः एव अस्ति. तनादिगणे उकारस्य स्थाने ओकारः आगच्छति, आर्धधातुकं भवति, प्रसङ्गः एव तत्र अस्ति, अतः गुणः निषेधः खलु? गुणः निषेधः न भगिनि, तत्र गुणः भवति, उकारस्य ओकारः ओकारः भवति किल, भवति तत्र आर्धधातुकं भवति खलु तत्र? सूत्रमस्ति खलु, चिन्ता नास्ति. आर्धधातुकः अस्ति अतः पितः केवलं सार्वधातुके चिन्ता अस्ति सत्यम् आम् अतः तत्र गुणः भवति एव स्पष्टम् अस्तु अभ्यासः कुर्मः विजया भगिनी प्रथमं करोति वा भुवादौ आम् धात्वङ्गे गुणः सम्भवः भुवादिगणः शप् किप् गुणः तत्र भवति आर्वधातुक आर्वधातुकगुणः भवति अपि तपि नास्ति तत्र वदतु भगिनि किं भवति इति तत्र विचनप्रत्ययं द्वादिगणे शप् इति अतः ध्रू इति प्रथमधातुः किल तद् स्वीकृत्य वदतु किं भवति इति भुवादौ ध्रू इति दत्तमस्ति किल वदतु भगिनि आम् आं भगिनि ध्रू द्रवति इति भवति योगः शप् तत्र लशकसतिथे इति सूत्रेण चकारस्य लोपः हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः अनन्तरं सि एव तिष्ठति तत्र अतः द्रु योगः आयोगः स्त्री सिङ्ग् दातु द्रवति इति आगच्छति तत्र द्रु इत्यस्य गुणः कः वर्णः उकारस्य गुणवर्णः उकारस्य गुणवर्णः वदतु भगिनि उकारस्य ध्रुव इति अस्ति किल तत्र अन्तिम उकारः अस्ति तस्य गुणवर्णः आमाम् उत्तमं तद् आम् ओकारः किल द्रवति एव तत्र आं द्रवति कथम् आगच्छति भगिनि तदेव अहं सोपानानि एव किम् इति पृच्छामि प्रथमं ध्रुव इति अस्ति अनन्तरं भवती एव उक्तवती गुणः भवति इति ध्रुव ध्रो भवति अनन्तरं द्रवति इति रूपं कथम् आगच्छति रूपं साधु एव रूपं सम्यक् एव कथम् आगच्छति इत्येव प्रश्नः ध्रु ओकारस्य स्थाने ओकारः आगच्छति यचो एव यावः इति सूत्रेण तत्र औ इति भवति उत्तमं तदेव मम प्रश्नः आसीत् उत्तमं द्रवति इति प्रथमं सार्वधातुक अर्धधातुकयोः अनन्तरं एचो यवायावः उत्तमं श्रीवल्ली भगिनी द्वितीयं करोति वा नक् इति धातुः आं भगिनि नक् धातु द्वादिगणे नक् योगः विकरणप्रत्यय शप् योगः किप् योगः रूपं भवति नखति किमर्थं न गुणः भवति इगन्तधातु इगन्तधातुः अस्ति वा न वा नास्ति इगन्तधातुः नास्ति पुगन्तलघुपदस्य च नास्ति चेत् गुणः न भवति उत्तमं चुप् इति धातुः अपि करोतु भगिनि चुप् इति धातु योगः शप् विकरणप्रत्ययः तिप् योगः चोपति रूपं भवति पुगन्तलघुपदस्य च सूत्रेण उकारस्य गुणः भवति उकारः ओकारः भवति चोप् योगः अकारः योगः तिप् योगः चोपति रूपं भवति उत्तमं धन्यवादः भगिनि अन्य आम् रघुपति आचार्यमहोदय एकनिमिषं क्षीदातु अत्र क्षीयोग शक्योग टि अकारस्य शकारस्य लोपः भवति एकनिमिषं क्षी अत्र इकः गुणः भवति क्षे क्षेयोग आयोगति क्षे हेचो ए आ हेचो याव यावः ऐ क्षयति इति अन्तिमरूपं सिद्ध्यति एचो यवा यावः क्षयति अग्रिममपि करोति वा महोदय पिट् इति धातुः पिट् अस्ति अत्र पिट् योग शप् योग ति तिप् विकल्पत्य पिट् योग आयोगति पिट् पुगन्तलघुपदस्य च इति सूत्रेण पे भवति पेटति इति अन्तिमरूपम् उत्तमं धन्यवादः राजेन्द्रमहोदय कुच् अत्र कुच् योग शप् योग ति अत्र शकारपकारः इति संज्ञा भूत्वा तद् लोपः भवति इदानीं कुच् योग योग ति अत्र सारदातुकयोः सूत्रेण तत् उकारस्य ओकारः भवति कोच् योग अयोग ति कोचति निष्पन्नं भवति अग्रिममपि महोदय श्री परन्तु तत्र तु पुगन्तलघुपतस्य इति सूत्रं भवति न तु सार्वधातुक अस्तु अस्तु अहं पूर्णतया न श्रुतवती आम् वदतु महोदय आम् दोषः कृतः आम् पुगन्तलघुपतस्य च तेन सूत्रे श्री योग शप् योग ति अत्र अपि शकारपकारयोः लोपः भवति इत्संज्ञा भूत्वा तस्य लोपः भवति श्रीयोग अयोगति अत्र तु गुणं भूत्वा श्रे योग अयोगति एचो यवा याः सूत्रेण ऐ आदेशः भवति श्राय् योग अयोगति श्रायति निष्पन्नम् उत्तमम् उत्तमम् अमित महोदय गै अमित्रा महोदय आम् गै योग शप् योग ति तिप् शकार प्रकारस्य लोपः भवति हलन्त्यं लषक्वतद्विते तस्य लोपः इत्यनेन गै योग अयोग ति तिंशित् सारोधातुकम् इत्यनेन सारोधातुकं संज्ञा भवति अनन्तरं गै प्रक्रिया कुत्रापि मा पश्यतु महोदय भवान् एव वदतु न चिन्तयामि गै ऐ अस्य गुण भवति वा न भवति गुण न भवति गै योग अयोगति एचो यावा एव इत्यनेन आय गायति उत्तमन्ये भवानेव वदतु महोदय किमर्थं गुणः न भवति इत्यपि इकः नास्ति ऐ इ उ रुल् रु एते एव तत्र ऐ नास्ति इकस्य गुणः तु न भवति केवलम् एचो यावयव इत्यनेन आय भवति अनन्तरं वर्णमेलने गायति इति भवति उत्तमं भगिनि भगिनी किं उपयोगं कृतं अभ्यासः इति भवती एव अनानिमस् इति आगतवती भगिनी अस्तु अग्रिमम् अपि करोतु महोदय तृ दीर्घतृ अस्ति वा तृ आम् दीर्घ तृ योग शप् योग ति तिप् शकारस्य अपकारस्य लोपः तृयोग अयोग ति सार्वधातुकम् अस्ति सार्वधातुक आर्धधातुकयोः इत्यनेन इक अङ्गस्य गुणः भवति ऋकारस्य अर् इति गुणः भवति त योग अर् योग अयोग ति वर्णमेलने तरति इति रूपं भवति उत्तमं तरति उत्तमं जगन्नाथमहोदय वदति वा महोदय अदादौ इति अहं प्रयत्नं करोमि मया पठनीयं मम भारतयात्रस्य अनन्तरं न्यायशास्त्रे केचप् इति प्रयत्नम् अत्र न भवत् समयः नास्ति चिन्ता महोदय वयं सर्वे मिलित्वा सहायं कुर्मः अस्तु नास्ति चिन्ता वि इति गणे तस्य तु प्रायः वृद्धि भवति इति चिन्तयामि अदादिगणे भिन्नरूपेण भवति वा यदि भादिगण अस्ति चेत् तस्य वृद्धि भवति न न तादृशं कार्यमेव परन्तु तत्र विकरणप्रत्ययः नास्ति तदेव तत्र वियोगः तिप् इति इदानीम् आगच्छति ईयोगः वियोगः तिप् तर्हि गुणः भवति गुणः भवति वियत्ति वा इति वेत्ति एव यकारः नास्ति वि इति ईकारस्य गुणः भवति ईकारस्य गुणः तु एकारः दे इति भवति अनन्तरं तिप् इति योजयामः पकारस्य तु हलन्त्यम् इति सूत्रेण लोपः भवति वे योगः ति वेति एव मध्ये किमपि अन्यवर्णः नास्ति अतः सन्धिकार्यं न भवति अस्तु तदेव तत्र द्वितीयमपि प्रयत्नं करोतु महोदय तस्य तु एति भवति तदेव गुणकार्यं तदेव समानकार्यमेव उत्तमम् एति इति भवति उत्तमं रामनाथन् महोदय रामनाथन् महोदय आं जुहोत्यादिगणे जुहोत्यादौ अस्ति वा महोदय रामनाथन् महोदय अस्ति अस्ति मेडम् बट् ऐ एम् नाट् फालोयिङ्ग् फार् लास्ट् फ्यू क्लासेस् सो ऐ एम् नाट् एबल् टु पिक् अप् ऐ विल् वाच् मीन् फालो अन् देन् ऐ एम् रीडिङ्ग् द बैक्ग्राउण्ड् नास्ति चिन्ता नास्ति चिन्ता नास्ति चिन्ता महोदय धन्यवादः पुष्पा भगिनी करोति वा जुहोत्यादि गणे प्रयत्नं करोमि ब्रू तथैव दीयन्तेन तत्र एव दत्तमस्ति रूपमपि भवती क्रमः एव वदतु तत्र जुहोत्यादौ ब्रू तु द्वित्वम् आयाति बिभ्रू बिभ्रू तत्र अर् आयाति सार्वधातुकार्थयुताकृ बिभर्ति इति अस्ति. श्री तु तत् जकारः आयाति जिह्रि इति. जिह्रिह्रि तु एकारः आयाति जिह्रेति. तथैव बिभेति अपि उत्तमं. सर्वत्र सार्वधातुकार्धधातुकयोः. उत्तमं, धन्यवादः भगिनि. विजया भगिनि. दिवादौ करोति वा? दिवादौ टप् तत्र अकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण तस्य ईप् संज्ञा भवति. तत्र दिवादौ विकर्णप्रत्ययः कः इति उक्तवती भगिनि? दिवादौ विकर्णप्रत्ययः श्यन् अस्ति. उत्तमं, श्यन् उत्तमम् इति तत्र गुणः भवति वा न वा? गुणकार्यं तत्र नास्ति. उत्तमम् उत्तमम्. तत्र तपति इति तप् अकारस्य लोपः तत्र अकारः एव तिष्ठति. अकारस्य अपि इति गुणः न भवति तत्र. शप् शन् योगः ति. अतः तत्र तपति एव आगच्छति खलु भगिनि? तपति विकर्णप्रत्ययः दिवादिगणे तप्यति इति. तप्यति इति केन सूत्रेण गुणः न भवति भगिनि? अपीति सूत्रं सूत्रेण गुणः न भवति. सूत्रद्वयं वदतु भगिनि. आर्धदातक संज्ञा अस्ति वा? न न न न तद् नास्ति. सूत्रद्वयं केन सूत्रेण गुणः न भवति इति. एकः तत्र नास्ति, अतः गुणः नास्ति. अपि तपि आमां सर्व सत्यं भगिनि, सर्वं सम्यक् एव. सूत्रमेव वदतु भगिनि. सूत्रद्वयम् अस्ति किल कारणेन गुणः न भवति इति, तदेव. अन्ये सहायं करोति वा? सार्वधातुकमप्यत् निति च. सूत्रद्वयेन गुणः न भवति. सम्यक्. द्वितीयमपि करोतु भगिनि. लुब् लुब् इत्युक्ते किं रूपं? किं प्रथमं तप्यति इति, द्वितीयम् इदानीमेव भगिनी करोति. आम्, आत्मनेपदे धातु तप्यति इति वा? तप्यते वा? तप्यते. अस्तु, अहं तप्यते नास्ति, तप्यति एव. अन्यत्र दृष्टवती इति चिन्तयामि अहं. किं सूत्रेण न करोति गुणकार्यं? सार्वधातुकमपि अहं दृष्ट्वा वदामि महोदय. कुत्रापि अन्यत्र दृष्टवती. विजया भगिनि. लुब् लुब् दातु किमर्थं? लुब् तत्र उकार हलन्तीं तस्य लोपः इति सूत्रेण बकारस्य लोपः भवति. लुब् उपधायां लघु इति सूत्रेण तत्र बकारस्य इत्संज्ञा किमर्थं भगिनि? तद्धातु अस्ति. धातुः किल तत् षन् इत्यस्य इत्संज्ञा करोतु प्रथमम् अवगच्छति वा तत्र धातु आगच्छति लुभ्यति तिङ् इति लुभ्यति रूपं तु सम्यक् एव लुब् योगः ष्यन् योगः ति इति यदा करोति तत्र ष्यन् इति विकरणप्रत्ययस्य इत्संज्ञा करोतु प्रथमं अतः लुब् योगः या योगः ति लुभ्यति तिङ् इति सूत्रेण तिङन्तं तत्र लुभ्यति इति आगच्छति सूत्रद्वयं गुणः येन गुणः न भवति इति इदानीमेव वयं तदेव स्मरणे अस्ति वा इति वदतु उत्तमम् उत्तमं वर्गे एव अभ्यासः भवति भगिनी अतः एव अहं पुनः पुनः पृच्छामि धन्यवादः सम्यक् एव अस्तु प्रिया भगिनी धातु विकरणप्रत्यय शिवादिगणः अस्ति ष्यन् अन्तिमरूपं य दस् योग योगः य योगः ति दस्यति सूत्रं रूपं सार्वधातुकमपि किमपि च सूत्रकारणेन गुणः न सम्भवति यदा प्रक्रिया वदामः तत्र किं प्रथमं वदामः इत्युक्ते दत् योगः श्यन् योगः ति प्रथमम् इत्संज्ञा कार्यं प्रथमं शकारनकारयोः इत्संज्ञा द्वितीयं शकारः षित् अतः सार्वधातुक तिंषित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः अनन्तरं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति षित्वात् अनन्तरम् अपित्वात् गुणनिषेधः सार्वधातुकम् अपि इति च इति प्रक्रिया सर्वदा स्मर्तव्यं सर्वं वक्तव्यमेव द्वितीयमपि करोतु भगिनि स्विद् स्विद् योगः ष्यन् योगः ति ष्यन् प्रत्ययः यकारः एव भवति स्विद् योगः य योगः ति पुगन्तलघुपदस्य कारणेन इक् वर्णः अस्ति स्वि स्वे भवति स्वेधयति परन्तु अत्र किम् अस्ति विकर्णप्रत्ययः कः तस्य स्वभावः कीदृशः य य अस्ति न गुणः इव न सम्भवति खलु सार्वधातुकम् अपि किमपि कारणेन गुणः न भवति विद्यति विद्यति अनन्तरं यदा गुणः भवति चेदपि तत्र अन्तिमवर्णः तु इकारः उपधायां नास्ति किल स्वि इति इकारः एव अन्ते अस्ति अवगतं न भगिनि न अवगतं स्वि इति धातुः स्वि धातुः वा स्विद् इति धातुः वा स्विद् इति दातु तद् समीचीनम्. अनन्तरं तद् तत्र पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः अस्ति, परन्तु तत् प्रबाद्य सार्वधातुकमपि इति च इति सूत्रेण गुणविरोधः भवति, निषेधः भवति. उत्तमं, धन्यवादः. अनन्तरम् अरुणा भगिनी. खिद्धातुः दिवादिगण देवादिगण धातुः विकरणप्रत्यया षण् नकारफलन्त्यं शकारलचक्वचिते इच्छन्न भवति या एव विशेष अविशिष्यति. खिद् या योगः ति तिक् विकरणप्रत्यया सार्वधातुक प्रत्यया तत्र गुणप्रसक्तिः अस्ति, परन्तु अपित् कारणेन सार्वधातुक अपित् नितसूत्रेण गुणप्रसक्तिः नास्ति. ततः खिद् याति खिद्यति भवति. उत्तमं, खिद्यति, उत्तमम्. अग्रिममपि करोतु भगिनि. तुधादौ क्षिप् तुधादौ क्षिप् विकरणप्रत्यय षण् योगः तिप् षण् नकार हलन्तं सूत्रेण दशक् वद्यते सूत्रेण षकार इत् भवति एव अवशिष्यति. तुदादौ ष एव विकरणप्रत्ययः भगिनि. क्षम्यतां, क्षिप् तिप् विकरणप्रति सार्वधातुक अपि अपित् कारणेन गुणनिषेध सार्वधातुक अपि किनितसूत्रेण गुण न भवति, वर्ण उपदा गुण न भवति, क्षिपति भवति. उत्तमं, क्षिपति, उत्तमं. माला भगिनि. आं, श्रूयते वा? आम्, तत्र किं करोतु इत्युक्ते प्रथम कृष् इति धातोः पूर्णतया सोपानं वदतु, सोपानानि, अनन्तरं रूपमेव कृष् गुज् इति सर्वत्र समानकार्यमेव, अतः रूपमेव, रूपमेव वदनीयं किं? कृष् धातोः पूर्णतया वदतु. आम्, अस्तु. कृष् धातुः तत्र तुदादिगणे विकरणप्रत्ययः अस्ति ष, तर्हि कृष् योगः ष योगः ति, तत्र ष इति विकरणप्रत्यये षकारस्य इत् संज्ञा भवति लषक्व तद्दिते इति सूत्रेण, अतः ष अ एव अवशिष्यते, तर्हि कृष् योगः अ योगः ति. अत्र कृष् इति धातोः उपधायां ऋकारः अस्ति, अतः गुणः सम्भवति, परन्तु विकरणप्रत्ययः ष अस्ति, तत्र सार्वधातुकसंज्ञकः अस्ति, परन्तु अपित्वात् णित्वद् भवति, अतः णिति च इति सूत्रेण तत्र गुणः न सम्भवति, अतः कृष् योगः अ योगः ति कृषति एव भवति. अनन्तरं गुज् इति धातोः तथैव गुज् योगः ष योगः ति, तत्र षकारस्य इत् संज्ञा भूत्वा लोपः भवति, अकारः एव अ एव अवशिष्यते, अतः गुज् योगः अ योगः ति. यद्यपि गुणः सम्भवः सम्भवति उपधायां उकारः अस्ति, परन्तु अपित्वात् गुणः न सम्भवति, अतः गुज् योगः अ योगति गुजति इत्येव रूपं भवति. अन्ये रूपाणि एव वदतु भगिनि, समानकार्यमेव. हा, मिल् योगः, मिल् इति धातुः, तत्रापि मिल् योगः श योगः ति, तत्र अ एव अवशिष्यते विकरणप्रत्यये. मिल् योगः अ योगः ति मिलति इति रूपं भवति. सृज् इति धातोः अपि सृज् योगः श योगः ति, सृज् योगः अ योगः ति सृजति. अनन्तरं स्पृश् इति धातु, स्पृश् योगः श योगः ति, स्पृश् योगः अ योगः ति एव भवति, स्पृशति. अनन्तरम् इल्, इल् योगः श योगः ति, इल् योगः अ योगः ति इलति इति रूपं भवति. उत्तमं, तदेव तत्र. भवती भगिनी इल् इलति इत्युक्ते किं जानाति किम्? न भगिनि, इदानीं मनसि न आगच्छति, अहं दृष्ट्वा वदामि. अस्तु, इलति. अमित्रा महोदय करोति वा चुरादिगणे? आं भगिनि, चुरादिगणे मुच् धातोः चुरादिगणे णिच् स्वार्थे णिच् प्रत्यय आगच्छति. मुच् योगः णिच् योगः शप् योगः ति, णिच् इत्यस्य चकारस्य णकारस्य इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः भवति. इ एव अवशिष्यते, मुच् योग इ, मुचि इति नूतनधातु भवति, मुचि योग शप् योगति शकारस्य प्रकार. तस्मात् पूर्वं कार्यमस्ति, तस्मात् पूर्वं कार्यमस्ति किल, मुच् योगः इ. क्षम्यताम्, मुच् योग भगिनि, न न पुगन्तलघुपदस्य इत्यनेन गुणः भवति, मोच् मोचि इति रूपं भवति. अनन्तरं इदानीं शप् मोचि योग शप् योगति, मोचि योग शप् अयोगति, सार्वधातुकं पित् अपि अस्ति, अतः सार्वधातुक अर्धधातुकयोः इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति. मोचि इत्यत्र मोचे योग अयोगति, एचोयावायव इत्यनेन एकारस्य ऐ भवति, मोच् ऐ यति मोचयति इति रूपम्. भगिनि अत्र णिच् तस्य गुणः भवति णिच् सार्वद आर्धधातुकम् इत्य सूत्रेण वा? सार्वधातुकार्ध न पुगन्तलघुपदस्य च इति सूत्रे आर्धधातुकसंज्ञकः आर्धसंज्ञकः पुगन्तलघुपदस्य. आम् आम् आम्, भवान् एव अग्रिमं करोतु महोदय, तिज् योगः णिच् इति. रघुपति आचार्य महोदय, आं प्रश्नः अस्ति वा भगिनि? हा, इलति इत्युक्ते तत्र गच्छति चलति. ओ एवम्, ओमं गत्यर्थकधातुः वा? उत्तमं, धन्यवादः भगिनि, धन्यवादः. आं रघुपति महोदय, तिज् इति. तिज् तिज् योग णिच् योग शप् योग ति, अत्र नकार नकारचकारयोः नकारचकार अपि च शप् शकारपकारयोः इसंज्ञा भूतलोपः भवति. तिज् योग ई योग आयोग ति अत्र तिज् ते तेज् तेज् भवति पुगन्तलघुपदस्य च सार्वधातुकः अस्ति अतः गुणः भवति पुगन्तलघुपदस्य च अतः तेज् तेज् योग ई योग तेजी तेजी योग शप् तेजी इक्वर्ण अस्ति अतः तेजी शप् तेजी शप् तेजी तेजी अपि तेजी योग आयोग अतः अत्र शित् अस्ति अतः गुणः भवति सेकेण्ड् तेजी तेजी योग आ ई तेजे तेजे तेजे योग ई तेज तेजयति भवति तेजयति आम् प्रथमं यत् ईकारः अस्ति प्रथमं यत् ईकारः तत्तु आर्धधातुकः आर्धधातुकः तद् मनसि भवेत् प्रथमम् उत्तमं धन्यवादः महोदय. श्रीवल्ली भगिनी भगिनी कुत्र आर्धधातुकः प्रथमं यदा तिज्योगः णिच् इति कुर्मः किल तत् तिङ् अपि नास्ति षित् अपि नास्ति आर्धधातुकः. अनन्तरम् अन्तिम तेजे योगः अयोगः ति तत्र सन्धिकार्यं भवति आम् एचो एव आयावः आय आय आगच्छति एकार ए अस्तु आम् ऐ ऐ आगच्छति ऐ ऐ आगच्छति ऐ ऐ तेजयति इति रूपं तेजयति. धन्यवादः. आम् श्रीवल्ली भगिनी अन्तिमं करोति वा वर्द् वर्द् वर्द् धातु श्रादिगणे विकर्णप्रत्ययः शेप् वर्द् योगः णिच् योगः शेप् योगः तिप् योगः फस्ट् णिच् कार्यं नकारः इट्लेट् सो इकारः एव अवशिष्यते इकारः वर्द् गुणः प्रसक्ति नास्ति पुगन्तलघुपदस्य च नास्ति सो वर्धि वर्धि इस् द डिरैव्ड् धातु वर्धि योगः शप् वर्धियोगः अकारः ये च अयावयाः सन्ति नो फस्ट् गुणकार्यं भवति शप् षित् गुणयोगः भवति वर्धि वर्धे भवति वर्धे योगः अकारः वर्धै वर्धै आयोगः वर्ध वर्धयति रूपं भवति. तत् गुणः केन सूत्रेण भगिनि सार्वधातुक अर्धधातुकयोः उत्तमं गुणः भवति वर्धयति इति वर्धयति इति उत्तमम् उत्तमम्. इदानीं अस्ति भगिनि आम् आम् अस्ति आयादेशः एचो यवायावः इति सूत्रेण अस्तु एतद् समाप्तः एतत् पाठः. अतः नूतनपाठं स्वीकुर्मः धातुविज्ञानम् इति अस्ति तत्र प्रथमकरपत्रम् उद्घाटयतु कृपया अग्रे सार्वधातुकप्रकरणम् आम् एकम् आम् आम् विस्तृतरूपेण वयं रक्ष्यामः इति अस्ति अस्तु धातुविज्ञानम् इति प्रथमकरपत्रं धातुविज्ञानम् इति तत्र त्रीणि करपत्राणि सन्ति. वयम् अद्य प्रथमकरपत्रं पठामः तद्वयं पूर्वमेव कृतवन्तः इत्संज्ञाप्रकरणम् इति यद्वयं कृतवन्तः तदेव अस्ति अस्मिन् करपत्रे. अतः प्रथमं किञ्चित् पठामः अनन्तरं यदा भवन्तः स्मरति चेत् वेगेन गच्छामः अथवा शनैः पुनः पठामः. अस्तु, राजेन्द्रमहोदय पठति वा? आम् आम् आम् धातुविज्ञानं प्रथमम् अंशः. धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते, नाम अनुबन्धाः के, अपि च तेषां निष्कासनं कथं क्रियेत. अनुबन्धः नाम यस्य इति संज्ञा योग्यत्वं सः, तर्हि इति संज्ञा योग्यत्वं केषां भवति? अस्य ज्ञानं भवति इति संज्ञा विधायकसूत्रैः. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इति संज्ञा नाम्ना, येन सर्वम् इति संज्ञा विधायकक्रिया कार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इति संज्ञा प्रकरणम् इति आहत्य तत्र षट् इति संज्ञा विधायकानि सूत्राणि सन्ति. एकं वार्तिकम् अस्ति इति संज्ञा विधायकम्, एकम् इति संज्ञा निषेधकं सूत्रम् अस्ति, एकं लोपविधायकं विधायकं सूत्रम् अस्ति. तत्र तैः षड्भिः सूत्रैः इति संज्ञा विधीयते धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु. यत्र कुत्रापि इति संज्ञा भवति तत् एभिः एव सूत्रैः. वदतु महोदय. धातुभ्यः प्रत्ययः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्तनं भवेत्, तत् अनुबन्धाः, तत्र अनुबन्धाः सन्ति वा न सन्ति वा, के अनुबन्धाः के सन्ति, अपि च तेषां निष्कासनं कथं कुर्मः. यथा ये अनुबन्धाः सन्ति तेषां निष्कासनं प्रथमं भवति, तत् कथं कारयामः तत् अस्माभिः चिन्तनीयं. प्रथमम् अनुबन्धः नाम यस्य इति संज्ञा योग्यत्वं सः, अनुबन्धः नाम ये इति संज्ञा योग्याः सन्ति ते अनुबन्धाः सन्ति. तर्हि इति संज्ञा योग्यत्वं केषां भवति? तस्य प्रश्नः उदेति इति संज्ञा योग्यत्वं केषां भवति? अस्य ज्ञानं भवति इति संज्ञा विधायकसूत्रैः, यथा पूर्वम् अस्माभिः पठितम् इति संज्ञा विधायकसूत्रैः सूत्रैः अस्य ज्ञानं भवति. के वर्णाः तत् इति संज्ञा योग्यत्वम् अस्ति तेषां कथं निष्कासनं भवति तत्र तेन सूत्रैः तत् कार्यं भवति. अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इति संज्ञा नाम्ना, अष्टाध्याय्याम् इति संज्ञा प्रकरणम् अस्ति, एकम् एक इति संज्ञा नाम्ना एकं प्रकरणम् अस्ति, येन सर्वम् इति संज्ञा विधायककार्यं क्रियते. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इति संज्ञा प्रकरणम् इति सप्तसूत्राणि भगिनि. अत्र प्रथमाध्याये तृतीयपादः अष्टसूत्राणि सन्ति खलु, एकम् एकैक सह अहं पठितुम् इच्छति भगिनि. भगिनि पुनः वदतु, अहं सम्यक् अवगतवती. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्युक्ते तत्र उपदेशे अच अनुनासिक इत् एकम् अलन्त्यम् एकनिमिषं भगिनि एकनिमिषं, वयं पूर्णतया एतद् परिच्छेदं पठामः अनन्तरं सूत्रं वदतु भगिनि. अत्र किमपि परिचयरूपेण अस्ति किमर्थम् एतत् सूत्राणि एतत् वयं तत् प्रथमं पठामः अनन्तरं भवती एव अहं भवत्याः नाम आह्वयामि. धन्यवादः. आं महोदय वदतु महोदय. अत्र आहत्य तत्र षट् इति संज्ञा विधायकानि सूत्राणि सन्ति, अस्मिन् प्रकरणे इत् नाम्ना यः प्रकरणम् अस्ति, इत्संज्ञाप्रकरणं यः अस्ति, तत्र षट् इत्संज्ञाविधायकसूत्राणि सन्ति. एकं वार्तिकम् अस्ति, इत्संज्ञाविधायकं वार्तिकम् अस्ति, अपि च एकम् इत्संज्ञानिषेधकसूत्रम् अस्ति, एकं लोपविधायकं सूत्रम् अस्ति. तत्र तत्र तैः षड्भिः सूत्रैः इत्संज्ञा विधीयते धातुषु, प्रत्ययेषु, आगमेषु, आदेशेषु. षड् सूत्रैः तत् इत्संज्ञा कार्यं प्रचलति. तत्र धातुषु कृते अथवा प्रत्ययेषु कृते, आगमेषु अथवा आदेशेषु, यत्र कुत्रापि इत्संज्ञा भवति तत् एभिः एव सूत्रैः. इत्संज्ञा प्रकरणं या अष्टसु सूत्राणि सन्ति, तेन एव तैः एव तत्र इत्संज्ञा कार्यं भवति. उत्तमं, धन्यवादः. धन्यवादः महोदय. भगिनी, तत्र वार्तिकम् इत्युक्ते किम्? तद् आगच्छति भगिनी, प्रायः महोदय अग्रिमसप्ताहात् योजयामि इति उक्तवान्, तद् आगच्छति. यत्र सूत्रस्य अपि प्रयोजनम् अस्ति व्याकरणे, वार्तिकं कात्यायनः इति वार्तिककारः अस्ति, सः अपि यत्र अष्टाध्यायीसूत्रं पाणिनिना लिखितमस्ति, तादृशं वार्तिकमपि कात्यायनः इति महर्षिणा लिखितमस्ति. तद् यत्रापि आवश्यकं तद् वयम् उपयोगं कुर्मः. अत्र अस्मिन् करपत्रे आं महोदय, परिभाषारूपेण तत् साहाय्यं, तदपि तदपि आगच्छति परिभाषारूपेण. आम्, तत्र अस्मिन् करपत्रे तद् वार्तिकस्य वार्तिकं नास्ति, परन्तु मातायाः पुस्तके, मातृपुस्तके तद् वार्तिकं लिखितमस्ति. प्रायः अग्रिमसप्ताहात् पूर्वं महोदय अत्र योजयामि इति उक्तवान्. अस्तु, तत्र एकम् इत्संज्ञानिषेधकं सूत्रम् अस्ति इति लिखितमस्ति, तत् सर्वं वयम् अग्रे पठामः वा पुनः? आम्, तद् अस्ति, तद् निषेधकसूत्रं तु भवती जानाति एव, वार्तिकमेव न जानीमः इदानीं पर्यन्तम्. अन्यत् सर्वं वयं पूर्वमेव पठितवन्तः तत् सूत्रं भवती जानाति एव. वार्तिकम् अहं यदा समयः अस्ति चेत् अहं वार्तिकम् अद्य वदामि, अतः अन्यद् अग्रिमसप्ताहे. कात्यायनः, वररुचिः, पतञ्जलि इति बहवः वार्तिकमस्ति खलु भगिनि? आम् आम् आं भगिनि. जगन्नाथमहोदय अग्रिमं पठति वा? यदा वयम् आपणतः शाकाधिकम् आनयामः, तदा यथा आनयामः तथैव तस्य उपयोगं न कुर्मः. कदलीफलम् आनयामः चेत् तस्य आवरणं निष्कासयामः, तदैव अन्त्यस्थं भागं खादामः. शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते. तथैव धातूनां, प्रत्ययानाम्, आगमानाम्, आदेशानां च विषये अस्ति. तर्हि वयं यत् शाखाधिकम् एव, किन्तु शाखाधिकम् इत्युक्ते एकवचने किमर्थमस्ति? शाकादि शाकं, फलम्, अन्नं किमपि. आमां, शाकादयः इति तदेव द्विवचने अस्ति, क्षम्यतां, द्वितीया विभक्तौ अस्ति, शाकादिकं, शाकादिकः, शाकादिकम् इति द्वितीया विभक्तौ एकवचने. अत्र महापुराणस्य टङ्कणदोषः शाकादिकं वा? शाकाधिकम् आदि एव अदि एव अधिकम् अधिकं सारि सारि सारि सारि अधिकम् सम्यक् एव अस्ति किल महोदय आदिक आदिकं नास्ति किल आदिकम् एव किल आदि शाकादि शाकादि शाकादिकं ओहोहो एवं वा नकारस्य जाति अधिकम् अधिकम् इत्युक्ते नास्ति शाकादि ह्रस्व एव ह्रस्व एव भवति तदेव अहमपि दृष्टवान् कृत्वा एव अधिक शाकादिकम् अस्तु तथा सर्वेषां शाकानां पूर्णतया तस्य उपयोगं न कुर्मः यथा द्राक्षफलमस्ति अद्यतनकाले बीजं विना आगच्छन्ति तद् तु वयं पूर्णतया खादामः तादृशं सर्वेषां कृते न भवति कदलीफलम् इत्युक्ते तस्य त्वक् इति वदामः वा आवरणम् आवरणम् इति तस्य आवरणं निष्कासयामः अन्येषां शाकानामपि तादृशं केषां तु आवरणानि निष्कासयामः केचन मध्यभागान् निष्कासयामः तादृशं भवति तादृशमेव धातूनां प्रत्ययानां आगम आदेशागमनादि विषये अपि प्रत्ययानां केचन भागं वयं किमपि कार्यं तस्य किमपि कार्यं भूत्वा ते अपगच्छन्ति उत्तमं तदेव तत् अस्ति अस्तु पुष्पा भगिनी कर्तुं न शक्नोमि भगिनि अस्तु अस्तु बहिर्बहिर् आम् आं विजया भगिनी विजया भगिनी अस्ति वा अस्मि भगिनि प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिना यदि तेषां लोपः भवति एव अत्र अर्धमात्रा लाघवेन पुत्रोत्सव मन्यन्ते वैयाकरणाः इति उच्यते अर्धमात्रायाः अपि व्यक्तता न भवति निबन्धानाम् अर्थाः सन्ति तेषां प्रयोजनानि कार्याणि च सन्ति अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम् अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः अधुना तावत् अवगम्यतां यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति तेषां विकृतिं साधयित्वा उपयुज्महे उपयुञ्जिमहे प्रश्नः उदेति तत्र अनुबन्धः पूर्वमेव वयं दृष्टवन्तः आपणं गत्वा किञ्चित् शाकादिकं क्रीत्वा तस्य उपयोगं पूर्वं न उपयोगं कुर्मः किञ्चित् निष्कासयामः किञ्चित् उपयुज्यते तत्र एव अत्र अपि मात्रासहितः एकमात्रं द्विमात्रं त्रीणि मात्रा इत्युक्ते तत्र पुलुतः अस्ति अर्धमात्राः अपि सन्ति, एतदपि कार्यं करोति तत्र. अतः किमर्थं वयं शाकादीनां किमर्थं वयम् उपयुज्यामः तथा एव तत्र अपि धातूनां प्रत्ययानां प्रत्ययं बहु अस्ति, बहु सन्ति प्रत्ययः. अतः तत्र किञ्चित् प्रयोगं निष्कासयामः, अधिकम् उपयोगं कुर्मः इति अग्रिमपाठे वयम् अधिकं दृष्टुं शक्नुमः. आम् उत्तमम्. तत्र यद् अर्धमात्रा लाघवेन पुत्रोत्सव मन्यन्ते वैयाकरणाः इति उक्तिः अस्ति, अर्धमात्रा अपि व्यर्थं न कुर्मः, करोति वैयाकरणाः अर्धमात्रः अपि व्यर्थं न कुर्वन्ति इति एतद् उक्तिः वदति. अतः यद् यदपि वयं निष्कासयामः तत्रापि प्रयोजनम् अस्ति इति वयं पूर्वमपि दृष्टवन्तः. अस्मिन् पाठे अपि तदेव पुनः अस्ति. अस्मिन् पाठे अस्मिन् सप्ताहे गृहपाठम् एवम् अस्ति. एतत् पाठः पुनः पूर्णतया पठतु. वयं पूर्वमेव दृष्टवन्तः, अतः इत्संज्ञाप्रकरणविधायकसूत्राणि सर्वम् एकवारं पठित्वा आगच्छन्तु. अन्ते यद् अभ्यासः अस्ति तदपि वयं पूर्वमेव कृतवन्तः, तदेव अभ्यासः पुनः करोतु. वयम् अग्रिमसप्ताहे सूत्रं पठित्वा द्वितीयपाठं प्रति गच्छामः. अस्तु वा? धातूनां प्रत्ययाः सन्ति, तत्र प्रत्ययाः सप्तविधः सन्ति. सनादिप्रत्ययः, विकरणप्रत्ययः, कृत् प्रत्ययः, तिगन्तप्रत्ययः, सूपु प्रत्ययः, स्त्रीप्रत्ययः, तद्धितप्रत्ययः. आहत्य अष्टविंशति अधिक शतमस्ति, चतुर्शतम् अस्ति, 480 आहत्य एतत् सर्वं सप्तविधप्रत्ययाः मिलित्वा. अस्तु भगिनि, धन्यवादः. आं रामनाथन् महोदय, प्रश्नः अस्ति वा? रामनाथन् महोदय, प्रश्नः अस्ति वा? अस्तु, अद्य अत्र समापयामः. धन्यवादः महोदये. धन्यवादः. आम्.